ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः। एतावता अस्माभिः दृष्टं तत्र ये दशलकाराः सन्ति ते लकाराः अपि प्रत्ययाः, अपि च तेषां ते सर्वे तेषां कृते यानि विधिसूत्राणि सन्ति तानि विधिसूत्राणि धातोः इत्यस्य अधिकारे तत्र आयान्ति। अतः एते सर्वे लकाराः धातोः विधीयन्ते, धातोः अनन्तरम् एव विधिसूत्रद्वारा लकाराणां विधिः अस्ति। परन्तु प्रक्रियायां तत्र लकारः इत्युक्ते तत्र अनुबन्धनं निष्कासनं कृत्वा तत्र दशसु लकारेषु ल एव अवशिष्यते, लकारः एव अवशिष्यते, सः लकारः तत्र प्रक्रियायां न तिष्ठति। किमर्थं चेत् तत्र एकम् अन्यत् अधिकारसूत्रम् आयाति, लस्य इति अधिकारसूत्रम् अस्ति। सो लस्य इति षष्ठ्यन्तम् अस्ति, अतः यत्र यत्र ल ल इति अवशिष्यते, लकारः अवशिष्यते, तत्र तस्य लकारस्य स्थाने तत्र महर्षिणा तत्र अष्टादश तिबादयानां तत्र विधिः दत्तम्। सो लस्य इत्यनेन तिप्तस्जि एव आयाति। सो यत्र लकारविषयः आयाति तत्र तिङन्तविषयः अपि आयाति। सो किमर्थं चेत् प्रक्रियायां लकारः कुत्रापि न तिष्ठति, दशसु लकारेषु लकारः अपगच्छति, तस्य स्थाने अष्टादश तिवादयस्य विधिः भवति विवक्षा अनुसारेण। अतः यदा तत्र लकारसिद्धिः इति वदामः चेत् तत्र तिङ्सिद्धिः एव अस्ति, प्रक्रियायां लकाराः न तिष्ठन्ति। अपि च पूर्वस्मिन् वर्गे वयं दृष्टवन्तः ये दशलकाराः सन्ति भिन्नभिन्न अर्थेषु तत्र कालस्य कुत्रचित् कालस्य बोधः अपि जायते, कुत्रचित् विषय आधारीकृत्य एव लकारः तत्र महर्षिणा दत्तं, यथा तत्र लिङ्लकारः। सो लिङ्लकारः तत्र कोऽपि कालस्य बोधः नास्ति, परन्तु विधि इति विषये, निमन्त्रणविषये, आमन्त्रणविषये, तथैव अदीष्ट सम्प्रश्न अपि च प्रार्थनेषु एतेषु अर्थेषु तत्र यदा वयं तत्र क्रियापदं योजयामः तत्र लिङ्लकारस्य प्रयोगः अस्माभिः करणीयम्। अतः तस्य नाम अस्ति विधिलिङ्लकारः, इत्युक्ते लिङ्ग् तत्र लकारद्वयं, लिङ्ग् इति लकारद्वयम्, एकमस्ति विधि अर्थे अपि च प्रार्थनार्थेषु प्रार्थना तत्र अर्थे अपि च आशीषि अर्थे। सो आशीषि इति आशिष् इति सकारान् स्त्रीलिङ्ग् शब्दः, सप्तमी विभक्ति आशिषि इति भवति। सो आशिषि इति अत्र विषयसप्तमी अस्ति, आशिषि लिङ्ग् लोटौ इति यः सूत्रम् अस्ति तत्र आशिषि अर्थे अपि लिङ्लकारस्य प्रयोगः भवति, अतः तत्र लिङ्ग् लकारद्वयम्। विधिनिमन्त्रण इति सूत्रस्य साक्षात् परे लोट् च इति सूत्रम् अस्ति। सो लोटि एतेषु अर्थेषु लोट् लकारस्य प्रयोगः अपि वयं कर्तुं शक्यते। सो समानार्थेषु विधिनिमन्त्रण आमन्त्रण इति सम्प्रेषणप्रार्थना प्रार्थनेषु इति एतेषु अर्थेषु न केवलं लिङ्लकारः अपि च लोट् लकारः अपि अस्ति। सो एतानि सर्वाणि विधिसूत्राणि, लकार विधायकसूत्राणि। एतेषु सूत्रेषु तत्र भिन्नभिन्नलकाराः, ये दशलकाराः सन्ति तेषां कृते विधिसूत्राणि सन्ति इत्यपि अस्माभिः तत्र पूर्वस्मिन् वर्गे पठितम्। सो एतानि सर्वाणि विधिसूत्राणि, अपि च वयं जानीमः तत्र यत्र यत्र विधिसूत्रम् अस्ति तत्र अधिकारसूत्रस्य अनुवृत्तिः अवश्यं भवति। सो विधिसूत्रे अधिकारसूत्रस्य अनुवृत्तिः भवति चेत् यथा तत्र वर्तमाने लट् इति सूत्रम् अस्ति तत्र धातोः वर्तमाने इत्युक्ते वर्तमानकालस्य विषये इति तत्र विषयसप्तमी अस्ति न तु निमित्तसप्तमी सो धातोः इति पञ्चमी अस्ति धातोः अनन्तरं वर्तमानकालस्य विषये तत्र लट् प्रत्ययः परश्च इत्युक्ते अत्र प्रत्ययः परश्च धातोः इति तत्र अधिकाराः सन्ति अतः तेषाम् अधिकारसूत्राणाम् अनुवृत्तिः अस्मिन् सूत्रे अवश्य अस्माभिः करणीयं किमर्थं चेत् वर्तमाने लट् इति विधिसूत्रम् अनेन लट् इति प्रत्ययस्य विधिः दत्तं सो लट् इति प्रत्ययः कस्मात् विधीयते धातोः विधीयते कस्मिन् अर्थे अपि च कस्मिन् विषये विधीयते वर्तमानकालस्य यत्र विवक्षा अस्ति तत्र एव धातोः लट् लकारस्य विधिः अतः सर्वेषु विधिसूत्रेषु अधिकारसूत्राणाम् अनुवृत्तिः अस्माभिः करणीयम् सो प्रत्ययः परश्च धातोः इति ये यानि अधिकारसूत्राणि सन्ति तेषां विषये अस्माभिः पूर्वमपि पठितम् पूर्वस्मिन् वर्गे पठितं वा प्रत्ययः परश्च धातोः अस्तु आशिषि अपि न अस्तु अस्तु सो लृट् लकारः भविष्यत्कालस्य भविष्यत्ये भविष्ये इति तत्र लघु अधिकारसूत्रे अस्ति अतः तत्र भविष्यत्कालस्य विवक्षायाम् अन् अद्यतन् इत्युक्ते अन् अद्यतन् विहाय अपि च परोक्षविहाय तत्र लृट् लकारस्य विवक्षा अस्ति इत्युक्ते अत्र लृट् शेषे च इति सूत्रे कस्य कस्य सूत्रस्य कस्य कस्य पदस्य अनुवृत्तिः भवति एकवारं पश्यामः इति इतः भविष्यति इति तत्र एकं लघु अधिकारसूत्रम् अस्ति किमर्थं चेत् लृट् लकारः सामान्य भविष्यत्कार लकारः लृट् शेषे च इति सूत्रे तत्र क्रियायां क्रिया अर्थायाम् अप्रत्ययः परश्च धातोः भविष्यति इति तत्र भविष्यति इति तत्रापि लघु अधिकारसूत्रं सो 333 आरभ्य तत्र भविष्यत्कालसाधोः भवति अत्र न दत्तं प्रायशः यः अस्माकं पुस्तकमस्ति तत्र दत्तं वा भविष्यत्कालस्य एकवारं मम पुस्तकं कुत्र अस्ति तत्र अष्टाध्यायी सूत्र तत्र दत्तं वा 333 तृतीयाध्याये तृतीयपादे तृतीयसूत्रम् भविष्यति गम्यादिः भविष्यति इति अतिक्रियते इतः आरभ्य अन् अध्यतने लुट् 15 सूत्रपर्यन्तं तत्र भविष्यति इत्यस्य पदस्य अनुवृत्तिः भवति सो 333 आरभ्य 3315 पर्यन्तम् सो तत्र प्रायशः द्वादशसूत्राणि सन्ति इत्युक्ते एकादशसूत्राणि सन्ति यत्र भविष्यति इत्यस्य अधिकारः लघु अधिकारः वर्तते सो एतेषु द्वादशसूत्रेषु तत्र भविष्यति इति यत्किमपि भवति भविष्यत्काले यत्किमपि प्रत्ययस्य विधिः प्रायशः अत्र एव दत्तं सो तत्र लृट् शेषे च इति सूत्रमपि अस्ति लृट् शेषे च इति सूत्रं तस्य सूत्रसङ्ख्या अस्ति थर्टीन् तस्य अनन्तरम् अस्ति लृटः सद्वा अनन्तरम् अन् अद्यतने लुट् सो लुट् अपि लुट् लकारः वयं जानीमः तत्र अन्यद्यतनकालस्य बोधनार्थं तत्र लुट् लकारस्य प्रयोगः भवति अपि च लृट् शेषे च अस्तु एतत् सूत्रं पूर्वस्मिन् वर्गे पठितं वा अस्तु एकवारं पठामः सो इतः आरभ्य पठामः लृट् शेषे च सो यत् पूर्वे यत् किमपि उक्तं तत्र तेषां विहाय भविष्यत्काले तत्र लृट् लकारः अपि भवति अस्तु कः पठति अत्र अत्रैव पठामः इत्युक्ते करपत्रे किमपि तत्र सूत्रस्य व्याख्या न दत्तं परन्तु अत्र किञ्चित् दत्तमस्ति तत् एकवारं पठामः का पठति चेतना भगिनी पठति वा भगिनी स्थूलक्षर तत्र वा भविष्यत्कालं भविष्यकालं द्योतयितुं क्रियार्थायां क्रियायां तद्धित्रायां च क्रियायां लृट् लकारः भवति तद् भिन्नायां तद् भिन्नायां ओ तत् भिन्नायाम् आमाम् अत्र शेषे इति पदमस्ति न भगिनि अतः तद् भिन्नायां पूर्वे पूर्वे यत् सूत्रमस्ति 3312 तत्र क्रियायाम् इत्युक्ते 3310 सूत्रे तत्र क्रियायां क्रिया अर्थायाम् अपि च कर्मणि सो इदानीं वदति लृट् शेषे च अतः अत्र तद् भिन्नायाम् इत्युक्ते क्रिया अर्थायां क्रियायां तद् भिन्नायां किमर्थं चेत् अत्र शेषे इति पदमस्ति सो पूर्वे यत् उक्तं तद् भिन्नायां तेषां विहाय अन्येषाम् अर्थे लृट् भविष्यत्काले लृट् लकारस्य प्रयोगः अग्रे पश्यामः तत्र प्रायशः किञ्चित् दत्तमस्ति सो तद् भिन्नायां अनेन सूत्रेण लृट् लकारस्य विधानं क्रियते अयं लकारप्रत्ययः भविष्यति इति कालं निर्देष्टुं द्वयोः अवस्थयोः प्रयुज्यते एकं क्रियायां क्रियार्थायां तथा च तद्भिन्नायां क्रियायाम् इत्युक्ते शेषे कः अर्थः क्रमेण पश्यामः सो क्रियायां क्रिया अर्थायाम् इत्युक्ते यत्र क्रियाद्वयं भवति सो एकस्मिन् क्रियाद्योतयितुं तत्र द्वितीयक्रिया भवति तदस्ति क्रियायां क्रिया अर्थायाम् अत्र पश्यामः किं लिखितमस्ति प्रथमबिन्दु पठतु भगिनि यत्र एकां क्रियां कर्तुं द्वितीया क्रिया क्रियते तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट् लकारः प्रयुज्यते यथा यदि रामः पठनक्रियार्थं शालां गच्छति तर्हि अत्र पठनक्रिया मुख्य अस्ति तथा मुख्या अस्ति क्रिया इति स्त्रीलिङ्गपदम् अस्ति अतः मुख्या अस्ति क्रिया मुख्या अस्ति तर्हि अत्र पठनक्रिया मुख्या अस्ति तथा गमनक्रिया क्रियार्था क्रिया अस्ति पठन क्रियार्थं गमनक्रिया कृता अतः इदं नाम इत्युक्ते अत्र रामः यः कर्ता अस्ति सः क्रियाद्वयं करोति प परन्तु तस्य लक्ष्यम् अस्ति पठनक्रिया इति करणीयं. सो रामः पठनक्रिया कर्तुम् इच्छति. सो तत् क्रिया कर्तुं सः किं करोति, शालां गच्छति. सो रामः गच्छति अपि च रामः पठति, क्रियाद्वयम् अत्र अस्ति. कर्ता एकमेव अस्ति, कर्ता पठनक्रिया कर्तुम् इच्छति. तत् क्रियार्थं सः किं करोति, शालां गच्छति. सो रामः गच्छति इति यः क्रिया अस्ति सः गौणक्रिया अस्ति, इत्युक्ते मुख्यक्रिया नास्ति. किमर्थं शालां गच्छति, पठनक्रियार्थम्. इत्युक्ते अत्र पठनक्रिया एव प्रयोजनम् अस्ति. रामः यः गच्छति किमर्थं गच्छति, पठनक्रियार्थं गच्छति. सो अत्र मुख्यक्रिया पठनक्रिया अस्ति. सो पठ इत्युक्ते पठधातुः यः पठनक्रिया भवति. सो अत्र किं लिखितं, क्रियायां क्रियार्थायाम् इति यः अस्ति, यदा तत्र तादृशस्थितिः अस्ति यत्र क्रियाद्वयं भवति, यः मुख्यक्रिया अस्ति तस्मिन् वयं किं कुर्मः, मुख्यक्रिया तु इदानीं न भवति, मुख्यक्रियार्थं सः शाला गच्छति. सो मे बि नियर् फ्यूचर् सः किं करोति, यदा सः शालां तत्र गच्छति तदा तस्मात् अनन्तरं सः तत्र पठनक्रिया करोति. अतः भविष्यत्काले तत्र मुख्यक्रिया भवति. अतः पठधातुविषये वयं किं कुर्मः, लृट् लकारस्य प्रयोगः कुर्मः. सो यः मुख्यक्रिया अस्ति तस्मिन् लृट् लकारस्य प्रयोगः अस्माभिः करणीयं. सो रामः शालां गच्छति, रामः पठिष्यति, अतः रामः पठिष्यति शालां गच्छति इत्यपि तत्र प्रयोगः भवितुं शक्नोति. सो विदौट् वयं किं कुर्मः, पठिष्यति इत्युक्ते पठिष्यति लृट् लकारस्य विहाय वयं तत्र किं कर्तुं शक्यते, तत्र तुमुन् प्रत्ययस्य अपि प्रयोगः कर्तुं शक्यते. अतः वयं किं वदामः, तुमुन् इति प्रत्ययः भविष्यत्काले या क्रिया अस्माभिः करणीयं तस्य विषये एव तुमुन् प्रत्ययः योजनीयं. सो रामः पठितुं शालां गच्छति इत्यपि वक्तुं शक्यते. परन्तु अनेन सूत्रेण वयं किं तत्र भिन्नरीत्या अपि वक्तुं शक्यते, रामः पठिष्यति अतः सः किं करोति, शालां गच्छति. रामः पठिष्यति इत्युक्ते भविष्यत्काले सः पठिष्यति अतः शालां गच्छति इति तत्र क्रियायां क्रियार्थायां. सो यत्र क्रियाद्वयं भवति, एका क्रिया गौणक्रिया अस्ति, एका मुख्यक्रिया अस्ति, तदेव अस्ति प्रयोजनं. कर्ता यत् इच्छति तस्य क्रियार्थं सः किं करोति, एकम् अन्यत् क्रिया करोति. अतः तत्र क्रियायां क्रियार्थायाम् इति तस्य अर्थः भवति. सो तत्र तादृशस्थितिः अस्ति चेत् यः मुख्या क्रिया अस्ति तत्र भविष्य लृट् लकारस्य प्रयोगः अनेन सूत्रेण वयं कर्तुं शक्यते. सो इति अत्र प्रथमबिन्दौ लिखितम्. अवगतं वा भगिनि? अत्र उदाहरणमपि अस्ति, अग्रे अपि पठतु एकवारम्, एतत् बिन्दु समापयतु. अस्यां स्थितौ मुख्यक्रियायाः निर्देशः लृट् लकारेण क्रियते, यथा रामः पठिष्यति इति शालां गच्छति. तुमुन् नूलो क्रियायां क्रियार्थायां 3310 इत्यनेन अस्यां स्थितौ तुमुन् तथा नूल् प्रत्ययौ अपि भवितुम् अर्हतः. अतः एतदेव वाक्यं रामः पठितुं शालां गच्छति उत रामः पाठकः शालां गच्छति अनयोः प्रकारयोः अपि वक्तुं शक्यते. स सो पाठकः नूल् प्रत्ययः नूल् प्रत्ययः पाठयोग नूल् कुर्मः चेत् तत्र अक अवशिष्यते स्थाने अक आदेशः भवति न अवशिष्यते स्थाने अक इति आदेशः युवर् नक्तौ इत्यनेन सो अपि च नूल् प्रत्यये मूर्धन्यनकारस्य इत् अस्ति चुटुसूत्रेण सो नूल् इति प्रत्ययः शित् नास्ति आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञक अस्ति आर्धधातुकसंज्ञक प्रत्ययः णित् अस्ति चेत् तत्र किं भवति भगिनि अस्ति चेत् किमिति च किमिति च इति सूत्रे सर्वदा अचोणिति सूत्रस्य वृद्धि भवति परन्तु अत्र तु पाठधातुः अजन्त नास्ति सो अत्र किं भवति पाठधातुः अजन्त नास्ति अतः वृद्धि कुत्र कुत्र भवति अचोणिति न अचोनिति अपि च द्वितीयसूत्रमस्ति अत् उपधायाः सो उपधायां वृद्धिः कस्य भवति उपधायां वृद्धिः कस्य वर्णस्य वृद्धिः उपधायां भवति अत् इत्यनेन ह्रस्वकारः तत्र तपर्करणमस्ति सो अत् इत्यनेन सो नौल् प्रत्ययः णित् अस्ति अतः अत्रापि अत् उब्धायाः इति सूत्रे अचोनिणिति इति यः सूत्रम् अस्ति अहं चिन्तयामि तस्य साक्षात् अस्ति अत् उब्धायाः सो अत्र णिणिति इति अस्य अनुवृत्तिः अस्ति यथा तत्र पुगन्तलघुपदस्य च इति सूत्रे अचोणिणिति इति सूत्रे णिणिति यः सप्तमी अस्ति णित् प्रत्ययः परे अपि च इत् प्रत्ययः परे अस्ति चेत् अजन्तस्य तत्र वृद्धिः भवति आम् साक्षात् अनन्तरम् अस्ति 1116 इत्युक्ते अचोणिणिति इति सूत्रं 1116 अस्ति अतः उपधायाम् अत् उपधायाः सो अत् उपधायाः इति सूत्रे अपि णिणिति इति पदस्य अनुवृत्तिः अस्ति सो अत्र समाननिमित्तम् अस्ति सो उपधायां यः ह्रस्व अकारः तस्य णिति परे वृद्धिः भवति सो पाठयोग नौल् कुर्मः चेत् तत्र पाठ इति भवति ह्रस्व अकारः उपधायाम् अस्ति सो पाठ भवति अनन्तरं भूस्थाने अक इति आदेशः भूत्वा वर्णमेलनेन तत्र पाठक इति अकारान्त् प्रातिपदिकम् अकारान् प्रातिपदिकम् अस्ति चेत् एकवचने तत्र पाठक किमर्थं चेत् अत्र कर्ता रामः अस्ति रामः इति पुल्लिङ्ग् अस्ति अतः पुल्लिङ्गे पाठक भवति वट् वास् द सूत्र देट् वी वेर् रीडिङ्ग् सो अत्र पाठक यः प्रायशः नवुल् प्रत्ययस्य योजनेन तत्र यः पदस्य यः प्रातिपदिकं निर्मीयते सः प्रायशः विशेषणं भवति इत्युक्ते अत्र राम पाठकः रामः शालां गच्छति सो पाठ रामस्य कृते पाठकः इति विशेषणं भवति कीदृशरामः पाठकः सो अत्र किं सि पठितुं विषये तु वयं तत्र प्रायशः वयं प्रायशः भाषायां लोके किं वदामः रामः पठितुं शालां गच्छति इत्येव तत्र प्रयोगः सर्वदा दृश्यते रामः पाठकः शालां गच्छति इति वयं तु तत्र न पश्यामः एतादृशः प्रयोगः लोके अथवा भाषायां न पश्यामः परन्तु एतत् अपि समान अर्थं तत्र प्रतिपादयति एतत् वाक्यमपि समान अर्थं प्रतिपादयति किमर्थं चेत् सूत्रमस्ति नव तुमुन् नवुलौ क्रियायां क्रिया अर्थायां सो नवुल् प्रत्ययस्य अपि च तुमुन् प्रत्ययस्य विधिः तत्र अत्रापि भविष्यति इत्यस्य पदस्य अनुवृत्तिः अस्ति. किमर्थं चेत् 3310 सो 333 आरभ्य 3315 पर्यन्तं तत्र भविष्यति इति तत्र पदस्य अनुवृत्तिः अस्ति. अतः न केवलं तुमुन् प्रत्ययः भविष्यत्कालं तत्र भविष्यत्कालस्य बोधः जायते तुमुन् योजनेन अपि च नवुल् योजनेन अपि समानार्थः भवति. किमर्थं चेत् प्रत्ययद्वयस्य विधिः क्रियायां क्रियार्थायाम् अस्ति. सो अत्र समानार्थं भवति. अथवा यदि वयं कृत् प्रत्ययः न इच्छामः, योजयितुं न इच्छामः, तत्र वयं लृट् लकारस्य प्रयोगः अपि कर्तुं शक्यते. तथा अत्र प्रथमवाक्यम् अस्ति, रामः पठिष्यति शालां गच्छति इति. इत्युक्ते अत्र पठिष्यति इत्यनेन तत्र सः मे बि भविष्ये भविष्यत्काले पठिष्यति, अतः सः शालां गच्छति. इत्युक्ते तस्य प्रयोजनं, शालां यः गच्छति तस्य प्रयोजनम् अस्ति सः तत्र तत्र पठिष्यति इति तस्य अर्थः भवति. सो तत्र एतेषां वाक्यानां समानार्थम् अस्ति. सः क्रियायां क्रियार्थायां, यत्र एका क्रिया कर्तुं कर्ता द्वितीयक्रिया करोति तत्र एव वयं किं वदामः, क्रियायां क्रियार्थायां. सो क्रियार्थायां तत्र द्वितीयक्रिया भवति, तत्र अपि वयं लृट् लकारस्य प्रयोगः कर्तुं शक्यते. न केवलं तत्र, अपि च तद्भिन्नायां क्रियायामपि लृट् लकारस्य, इत्युक्ते यदा तत्र क्रियाद्वयं न भवति तत्र अपि वयं प्रायशः लृट् लकारस्य प्रयोगः लोके तु तथा एव भवति, न तु एतस्मिन् अर्थे क्रियायां क्रियार्थायां इति तत्र उदाहरणानि न्यूनानि सन्ति. परन्तु यः शेष तद्भिन्नायां क्रियायां तत्र अपि लृट् लकारस्य भविष्यत्कालस्य क्रिया द्योतयितुम् अपि तत्र लृट् लकारस्य प्रयोगः वयं कर्तुं शक्यते इति तत्र अर्थः. तुमुन् प्रत्ययः तत्र कीदृशप्रत्ययः अस्ति तुमुन् प्रत्ययः भगिनि? तुमुन् अपि अर्धधातुकः प्रत्ययः. अपि च अपित् अस्ति. अर्धधातुकमस्ति, केवलं सार्वधातुकविषये. सार्वधातुक अर्धधातुकमस्ति, अतः नित् कित् नास्ति, यत् नित् अपि नास्ति. सामान्य अर्धधातुक अस्ति चेत् अङ्गे किं भवति? यत्किमपि अङ्गम् अस्ति, इत्युक्ते धातुरूपी अङ्गमेव अस्ति तत्र. तुमुन् धातोः विधीयते. सो तत्र वृद्धिः न भवति. गुणकार्यमेव तत्र भवति. इत्युक्ते धातौ सामान्यकार्यं किम् अस्ति? गुणकार्यं. वृद्धिकार्यं विशिष्टकार्यं. किमर्थं विशिष्टम्? विशिष्टम् इत्युक्ते विशिष्टप्रत्ययनिमिति कृते एव वृद्धिः भवति. तुमन्तो यत्किमपि सार्वधातुप्रत्ययः, यत्किमपि अर्धधातुप्रत्ययः, तत्र गुणः भवति. परन्तु तस्य कृते निषेधसूत्रम् अस्ति. कितनित् अस्ति चेत् तत्र गुणस्य निषेधः. गुणः तु सूत्रेण तु गुणः भवेत्, सार्वधातुक अर्धधातुकयोः इति सूत्रेण. यत्किमपि सार्वधातुकप्रत्ययः, यत्किमपि अर्धधातुकप्रत्ययः, तं निमित्तीकृत्य गुणः भवितुं शक्नोति. परन्तु तत्र एकं निषेधसूत्रम् आगत्य वदति अत्र न करणीयं किनीति च. परन्तु सूत्रे किमपि न लिखितं तत्र सः अर्धधातुकप्रत्ययः कीदृशः भवेत्, सार्वधातुकप्रत्ययः कीदृशः भवेत्, तदा एव गुणः भवति इति किमपि न लिखितं. तत्र केवलं लिखितं सार्वधातुक अर्धधातुकयोः. सो यस्य कस्यापि प्रत्ययस्य सार्वधातुक् नो चेत् अर्धधातुकसंज्ञा अस्ति, तं निमित्तीकृत्य तु सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति, प्राप्ति भवति न भवति तत् अग्रे अपि सूत्रं सूत्र आधारीकृत्य तत्र अस्माभिः द्रष्टव्यं किमर्थं चेत् तत्र किनिति च सूत्रम् अस्ति. सो यः इकवर्णानां गुणः किनिति च सूत्रेण केवलं सि किनिति च सूत्रेण केवलं यः इकवर्णस्य स्थाने गुणः अथवा वृद्धिः तस्य निषेधः. यदि कुत्र कुत्रचित् सूत्रे इकवर्णस्य गुणः न कोऽपि अन्यवर्णस्य गुणः तत्र किनिति च सूत्रम् आगत्य कार्यं न कर्तुं शक्यते. किमर्थं चेत् किनिति च सूत्रमिति पञ्चमसूत्रम् इत्युक्ते प्रथमाध्याये प्रथमपादे अहं चिन्तयामि पञ्चमसूत्रमस्ति. तस्य प्राक् तत्र इको गुणवृद्धिः इति सूत्रम् अस्ति. सो तत्र इको गुणवृद्धिः इति इकः गुणवृद्धिः इति पदानाम् अनुवृत्तिः भवति किनिति च सूत्रे. सो इकः स्थाने इकः इति षष्ठी अन्तम् अस्ति. सो इकः स्थाने यः गुणः अपि च वृद्धिः सः निषिध्यते. कदा निषिध्यते? किति नीति परे, कित् गित् नित् परे, न केवलं कित् नित् परे, गित् अपि तत्र अस्ति, तत्र ककारद्वयं. सो सर्वदा एतत् सर्वं स्मर्तव्यं. यत्र यत्र सूत्रे इकः स्थाने गुण अपि च वृद्धिः तत्र एव निषेधः अस्ति किनीति च सूत्रेण. अस्तु, तत्तु अस्माकं विषयः नास्ति, तत् इदानीं मास्तु. परन्तु एतत् सर्वं समग्रदृष्टिः इत्युक्ते अस्माभिः तत्र वि नीड् टु लिङ्क् आल् दीस् थिङ्ग्स्. अस्तु, सर्वैः अवगतं वा क्रियायां क्रियार्थायाम्? अतः नुल् प्रत्यय अपि सर्वदा भविष्यत्काल एव निर्दिश्यते वा? तत्र एकम् अन्यत् सूत्रमस्ति नूल् प्रत्ययस्य, इत्युक्ते केचन प्रत्ययाः कृत् प्रत्ययाः कर्तारं बोधयति. नूल् अपि कर्तारमेव बोधयति. यदा वयं पाठकः वदामः, पाठकः इत्यनेन रामः एव अस्ति. सो कीदृशरामः? पाठकः रामः इत्युक्ते यः रामः पठिष्यति तादृशरामः. सो कर्तारं कर्तरिप्रयोगे अस्ति, अपि च एतत् विशेषणरूपेण अस्माभिः तत्र नुवुल् प्रत्ययान्तरूपस्य तत्र प्रयोगः भवति. इत्युक्ते यः कर्ता अस्ति तस्य कृते विशेषणं भवति पाठकः. सो रामः कीदृशरामः? पाठकः रामः इत्युक्ते अनेन सूत्रे इदानीं जानीमः सः किञ्चित् भविष्यत्काले पठिष्यति इति तस्य इच्छा अस्ति, अतः तत्र रामः पाठकः शालां गच्छति इत्यस्य तस्य अर्थः. सो न केवलं तुमुन् इति प्रत्यय भविष्यत्कालस्य विषये अस्माभिः योजनीयं, नुवुल् अपि तथैव अस्ति. सत्यं भगिनि, अनेन सूत्रेण तु तदेव ज्ञायते. अनेन सूत्रेण, अनेन विधिसूत्रेण, एतदपि विधिसूत्रमस्ति. एतत् तुमुन् अपि च नुवुल् प्रत्ययस्य विधिः विधियार्थम् एतत् सूत्रमस्ति. धातोः क्रियायां क्रियार्थायां भविष्यति इत्यपि अनुवृत्तिः अस्ति तुमुन् नवुलौ. सो सर्वेषां धातोः अनन्तरं तुमुन् आगन्तुं शक्यते, नवुल् आगन्तुं शक्यते. अपि च तुमुन् विषये किं विशेषः अत्र अस्ति? प्रत्ययस्य विषये गुणः भवति, अपि च अत्र कीदृशरूपम् अस्ति? पठितुम् इतुम् इति भवति. किमर्थम् किमर्थम् इडागमः? किमस्ति? पठधातु सेट् अस्ति. इदानीं तुमुन् विषये चिन्तनमस्ति. तुमुन् इति विषये तुमुन् अर्धधातु अस्ति, अपि च सूत्रं किम् इडागमस्य सूत्रं किम् अस्ति? इडागम विधायक सूत्रं किं? केन सूत्रेण इडागमः भवति? एकमस्ति एकमेव सूत्रमस्ति न भगिनि, एकमेव शेषः वलादे अर्धधातुकस्य सेड् सेट् अर्धधातुकस्य इट्, सो न केवलम् अर्धधातुकप्रत्ययस्य इटः सः भवति, परन्तु वलादि अपि भवेत्, वलादि अर्धधातुकप्रत्ययस्य इडागमः भवति इति सूत्रं वदति, अर्धधातुक सेड् वलादेः. सो न केवलं प्रत्ययः अर्धधातुक् भवेत् तदा इडागमः भवति, परन्तु सः प्रत्ययः वलादि अपि भवेत्. नवुल् इति प्रत्ययः वल अर्धधातुक् अस्ति परन्तु वलादि नास्ति, परन्तु तुमुन् वलादि अस्ति, इत्युक्ते वल् प्रत्याहारस्य वर्णः आदौ अस्ति तुमुन् प्रत्यये, तकारः वल् प्रत्याहारस्य वर्णः. नवुल् इत्यनेन अक भवति, स्वराः वल् प्रत्याहारे न सन्ति, अतः नवुल् अपि आर्धधातु परन्तु वलादि नास्ति, अतः तत्र इडागमः न भवति. तत्र केवलं पाठिका इति पाठिकः इति नास्ति, पाठक इति अस्ति, पाठधातु सेट् तत्तु सत्यं, परन्तु इडागमः तु प्रत्ययस्य आगमः अस्ति. सो प्रत्ययः प्रथमे तत्र द्रष्टव्यं, प्रत्ययः इडागमः भवति वा न भवति इति तत्र विशेषः. तकारः वल वल् प्रत्याहारस्य वर्णः, अतः ये यत्किमपि तकारादिप्रत्ययः आर्धधातुक् तकारादिप्रत्ययः आर्धधातुक् सकारादिप्रत्ययः तत्र इडागमः तु भवति एव इति तुमुन् विषये. सर्वैः अवगतं वा? तकारः वश् अस्ति, अतः वश् नास्ति, अवशादि अवशादि, अतः अत्र निषेधः निषेधः नास्ति, भवति एव पठितुं स्वीकारस्य इडागमस्य कोऽपि निषेधः अत्र नास्ति, कृत्वा अस्ति तुमुन् कृत् अस्ति, परन्तु वशादि नास्ति, यत् वशादि कृत् अस्ति तत्र एव निषेधः. सो इडागमस्य निषेधः धातु आधारेण अपि भवति, प्रत्याधारेण अपि भवति, कृत् प्रत्ययः वशादि अस्ति चेत् इडागमस्य निषेधः, अपि च धातुः एकाचु उपदेशे अनुदात्तात्, सो धातुः अनुदात् अवशिष्टस्वरः अनुदात् अस्ति चेत् तादृशधातोः अनन्तरमपि इडागमस्य निषेधः भवति, पश् तादृश नास्ति, पश् तु इडानुकूलधातुः. सो विधायकसूत्रं तु एकमेव, आर्धधातुकस्य सेड् आर्धधातुकस्य एट् वलादेः सेड् वलादेः इति सूत्रम् अस्तु. अग्रे का पठति? अनुसूया भगिनी अग्रे पठति वा अन्यानि उदाहरणानि क्रियायां क्रियार्थायाम् इति, तस्य अन्यानि उदाहरणानि अपि सन्ति अत्र. अन्यानि उदाहरणानि अबिन्दुः सः विजेष्यते इति युज्यति, इत्युक्ते जि जये धातुः, जि जये धातु तत्र वि इति उपसर्ग अस्ति, उपसर्ग अस्ति, विजेष्यते इति भविष्यत्काले अस्ति, सः विजेतु युध्यति इति अर्थः, सः विजेष्यते इति अर्थः, सः विजेतुं युध्यति इति अर्थः. मुख्यक्रियाः विजनं, क्रियार्था क्रिया योजनं, मुख्यकार्य अस्ति, क्रियार्थकार्यक्रियाः योजनम् अस्ति, युद्धः अस्ति. सो तुमुनापि योजयितुं शक्नुमः, नो चेत् भविष्यत्कालेपि स्य इति प्रत्ययः, इत्युक्ते लृट् लकारस्य प्रयोगः अपि कर्तुं शक्यते, विजेतुमपि तुमुन् प्रत्ययापि प्रयोगं कर्तुं शक्यते. आबिन्दु कृष्णं द्रक्ष्यति इति अर्जुनः याति, कृष्णं द्रष्टुम् अर्जुनः याति इति अर्थः. या धातुः कस्मिन् अर्थे भवति? तदेव गम् इति गम् यथा गम् धातुः अस्ति तथैव या धातुः अस्ति इत्युक्ते गच्छति गच्छति एव अर्थः याति इत्युक्ते गच्छति मुख्यक्रिया दर्शनमस्ति क्रियार्थक्रिया दर्शनं कर्तुं गमनम् अस्ति अतः यानं क्रियार्थक्रियामस्ति यानम् इत्युक्ते अत्र कः प्रत्ययः भगिनि अत्र कः प्रत्ययः यानम् इति अत्र कः प्रत्ययः ल्युट् ल्युट् प्रत्ययः ल्युट् प्रत्ययः योजयामः चेत् तत्र क्रिया एव बोधयति अत्र कर्ता अपि च कर्मपदं नास्ति अत्र भावं ल्युट् प्रत्ययः भावार्थे अस्ति इत्युक्ते यदा तत्र पठनं योदनं यानं गमनम् इत्युक्ते गच्छति इत्येव अर्थः यानम् इत्युक्ते अत्र क्रियाम् एव बोधयति सो यानम् इत्युक्ते गच्छति इति तस्य अर्थः भवति सो अत्र ल्युट् प्रत्ययः ल्युट् प्रत्ययः अपि अर्धधातुक् अस्ति परन्तु वलादि नास्ति किमर्थं चेत् यु स्थाने तत्र कः आदेशः भवति अन अद्यापि अकारः अस्ति अकारान्त् प्रातिपदिकमस्ति यथा नुवुलितेर् वु स्थाने अक अन्ते अकारः अक इति आदेशः तथैव यु स्थाने अन अकारान्त् प्रातिपदिकं भवति परन्तु ल्युट् प्रत्ययान्तरूपं प्रायशः तत्र केवलं नपुंसकलिङ्गे एव भवति अतः यानं पुल्लिङ्गे स्त्रीलिङ्गे किमर्थं चेत् केवलं क्रियां सूचयति अतः कोऽपि स्त्रीलिङ्ग् पुल्लिङ्गस्य प्रयोजनम् अत्र नास्ति अतः केवलं नपुंसकलिङ्गे एव तत्र तस्य ल्युट् प्रत्ययान्तरूपाणि तत्र भवन्ति अतः यानम् अत्र ल्युट् प्रत्ययः अस्तु एकम् अन्यत् उदाहरणमस्ति तदपि पठतु भगिनि तृतीयबिन्दुः वयं क्रीडिष्यामः इति गच्छामः वयं क्रीडितुं गच्छामः इति अर्थः मुख्यक्रिया क्रीडनमस्ति क्रियार्थक्रिया गमनमस्ति अपि च क्रीड् धातुः सेट् धातुः क्रीड् योगस्य योग आमः इति प्रत्ययः इत्युक्ते उत्तमपुरुष बहुवचन लट् लकारस्य प्रत्ययः अस्ति सो अत्र स्य इति प्रत्ययः कीदृशप्रत्ययः स्य प्रत्ययः तत्र वट् वास् द सूत्र फार् स्य प्रत्ययः शतासि लृ लुटो शतासि लृ लुटो लृट् लकारस्य विवक्षायां लृङ्ग् लकारस्य विवक्षायां धातोः किं विधीयते स्य इति विकरणप्रत्ययः सो स्य इति विकरणप्रत्ययः लृट् लकारस्य लृङ्ग् लकारस्य विवक्षायां सो यदा तत्र क्रीड् योग लृट् अस्ति अत्र पश्यतु वदतु किं कथमस्ति तत्र प्रक्रिया भगिनि प्रथमे तत्र किम् अस्ति लृट् शेषे च इति सूत्रेण क्रीड्योग लृट् अस्ति अनन्तरम् अनुबन्धानां निष्कासनम् अनन्तरं तत्र ल एव अवशिष्यते टकारसीत् अस्ति ऋकारः उच्चारणार्थं तदपि अपगच्छति सो तत्र ल एव अवशिष्यते अनन्तरं किं भवति अस्माकं विवक्षा अस्ति उत्तमपुरुष बहुवचनस्य किमर्थं चेत् कर्ता अस्ति वयं सो अत्र लस्य स्थाने किं लस्य इत्यनेन सिप्तजि सिप्तस्थ मिप् वस् मस् विप् मस् विप् मस् मस् इति प्रत्ययः सो मस् इति प्रत्ययः अस्ति लः स्थाने मस् आयाति किमर्थं चेत् अस्माकं विवक्षा अस्ति उत्तमपुरुष बहुवचनप्रत्ययस्य तदस्ति मस् प्रत्ययः तिप्तजि क्रीड् इति परस्वेपदी अस्ति अतः तिप्तजि सिप्तस्थ मिप् वस् मस् इदानीं मस् इति प्रत्ययः लृट् लकारस्य प्रत्ययः, इदानीं किं भवति? लृट् लकारे शतासि आदेशः भवति न शतासि लृ लुटो इति यः सूत्रम् इत्युक्ते अत्र लस्य पूर्वे एव स्यायाति. शतासि लृ लुटो इति सूत्रेण लृट् लकारस्य विवक्षायाम् अत्र इदानीं मास्तु एतत्, इत्युक्ते तत्र सोपानेन गच्छामः. इदानीं कस्य सूत्रस्य प्रसक्तिः? इदानीम् अत्र लृट् लकारः अस्ति ल इत्यनेन लृट्. सो शतासि लृ लुटो इति सूत्रं वदति धातोः स्यप्रत्ययः विधीयते. कदा विधीयते? लृट् लकारस्य विवक्षायां. सो लृट् लकारः यदा तत्र अस्ति तदा एव स्यप्रत्ययः आयाति. सो इदानीं क्रीडियोग स्य भवति. स्यप्रत्ययः परश्च, तत्रापि प्रत्ययः परश्च धातोः इति अधिकारः. सो धातोः अनन्तरं स्यप्रत्ययः कदा? लृट् लकारस्य उपस्थित्यां. यदा तत्र लृट् लकारः अस्ति तदा एव स्यप्रत्ययः, नो चेत् लृङ् लकारः. इदानीं वदतु किं भवति? इदानीं तत्र अनन्तरं मस् इति प्रत्ययः, लस् इत्यनेन मस् इति प्रत्ययः, तृतीयसोपानं. इदानीम् अस्माभिः किं परिशीलनीयं? क्रीड् धातौ कोऽपि गुणप्रसङ्गः नास्ति. उब्धायां दीर्घ इक् अस्ति, नास्ति. परन्तु इदानीं यत्र गुणः न भवति स्य इति प्रत्ययः कीदृशप्रत्ययः भगिनि? आर्धधातुक् अस्ति. अपि च आर्धधातुकप्रत्ययः अस्ति चेत् आर्धधातुकप्रक्रियायां किं करणीयं? यत्र गुणः न भवति तत्र किं करणीयम्? इडागमस्य विचारः. किमर्थं चेत् आर्धधातुकप्रत्ययस्य इडागमः भवति. सो स्यप्रत्ययः आर्धधातुक् अस्ति. अपि च सकारः वल्प्रत्याहारे अस्ति वा? सकारः वलिष्ठे हयवरट हयव अपि च अन्तिम ल वल् वल् इत्यनेन हल् इति यः अन्तिम लकारः अस्ति सः लकारः, अपि च वल् इत्यनेन हयव सो वक सो यकारं विहाय वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि, यकारः नास्ति. सो सकारः अपि वल् प्रत्याहारस्य वर्णः. सो स्यप्रत्ययः अपि इडनुकूलप्रत्ययः, क्रीड् अपि इडनुकूल अस्ति. सो अत्र किं भवति? सो इडागमः भवति. इडागमः कस्य आगमः? प्रत्ययस्य आगमः. सो किं भवति अत्र? क्रीड् योग इस्य भवति. इट् आगमः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ भवति. टित् कारणेन प्रत्ययस्य आदौ, स्य इत्यस्य इडागमः तस्य आदौ स्थापनीयम्, ईकारः. इदानीं स्य प्रत्ययः प्रत्ययस्य सकारः यत्र अस्ति इन्को वर्णः अस्ति चेत् तत्र केन सूत्रेण कार्यं भगिनि? अत्र किं भवति? इदानीं किं भवति? आम् सूत्रं किं? सत्यं, सकारस्य शकारः भवति. सूत्रं किम् अस्ति? आदेशप्रत्ययोः. सो प्रत्ययस्य सकारस्य अपि च आदेशरूपी सकारस्य, यत्र आदेशरूपी सकारः अस्ति अपि च यः प्रत्ययस्य सकारः अस्ति तस्य मूर्धन्य आदेशः भवति. कदा भवति? इन्को इत्यनेन. इन्को इत्युक्ते अत्र इकारः अस्ति, इन्को वर्णः, इन् प्रत्याहारस्य वर्णः अस्ति. अतः आदेशप्रत्ययोः इति सूत्रेण तत्र सकारस्य मूर्धन्य आदेशः. सो अत्र भवति इष्य इष्य भवति अपि च सकारस्य ससजुः इत्युक्ते मस् मस् इति प्रत्ययः इदानीम् अङ्गं किम् अस्ति मस् इति प्रत्ययस्य कृते अङ्गं किं भवति क्रीडिष्य क्रीडिष्य इति तत्र अङ्गमस्ति इदानीं मस् प्रत्ययः इदानीं किं भवति न सकारस्य लोपः न विभक्तौ तु स्माः मस् इति विभक्तिप्रत्ययः तत्र तु स्माः इत्यनेन परन्तु आदौ एकमन्यत् कार्यमस्ति अतो दीर्घो यञि मकारः यञि प्रत्याहारस्य वर्णः यञि इत्युक्ते मकारः ययादि इत्युक्ते मस् इति ययादि अस्ति अत्र अङ्गमस्ति अदन्त अङ्गम् अन्ते अकारः अस्ति कीदृश अङ्गमस्ति अदन्त अङ्गमस्ति ह्रस्व अकारः अदन्त इत्युक्ते अत् अत् अन्ते अत् इत्यनेन तपर्करणम् अस्ति अत् इत्यनेन ह्रस्व अकारः सो अत्र क्रीडिष्य इति यः अस्ति अदन्त अङ्गमस्ति अदन्त अङ्गस्य ययादि प्रत्ययपरे दीर्घादेशः भवति अतो दीर्घो ययि अत्र अङ्गस्य एतत् सूत्रम् अङ्गस्य अधिकारे अस्ति न तु सन्धिसूत्रम् एतत् सन्धिसूत्रं नास्ति अङ्गे अङ्गस्य अधिकारे अस्ति अतो दीर्घो ययि सो यः ह्रस्व अकारः तस्य दीर्घ आदेशः भवति कदा भवति यदा तत्र परे ययादिप्रत्ययः अस्ति मकारः ययादि वकारः ययादि अतः क्रीडिष्या इति भवति सो अतो दीर्घो इत्यनेन क्रीडिष्यामस इति भवति अनन्तरं ससजुः रुः अपि च खरावसानविसर्जनीय इति अनयोः सूत्रयोः तत्र विसर्गादेशः भवति क्रीडिष्यामः इति तत्र भवति सो वी नो आल् दीस् थिङ्ग्स् वी नो दीस् सूत्रास् सो यु शुड् एकवारमपि वदति वा किं दीर्घं कदा तत्र सूत्रमस्ति अतो दीर्घो यै अतो दीर्घो यै इत्युक्ते यञ् प्रत्याहारे ह य वरट सो ह य वरट अनन्तरं किं सूत्रमस्ति भगिनि ह य वरट अनन्तरं षण् यमगणनं इत्यनेन तत्र वर्गीयपञ्चमवर्णाः सो वर्गीयपञ्चमवर्णाः अपि च अन्तस्थाः य इति आदौ अस्ति ह य सो य व ह य व र ह य व र ट ह य य व र ल अनन्तरं लन् अस्ति वा यमगमनन् इत्युक्ते लन् प्रथमे अस्ति अतः यञ् प्रत्याहारे लकारः नास्ति सो हयवरट न लन् अपि अस्ति हयवरट लन् अनन्तरं यमगननं सो लकारः अपि अस्ति यञ् प्रत्याहारे अपि च वर्गीयपञ्चमवर्णाः इत्युक्ते कण्ठ्यन तालु ञकारः द्विवारम् आयाति अनन्तरं तत्र मूर्धन्यन अनन्तरं तत्र तथ ददन दन्त्यन अनन्तरं मकारः सो मकारः यै प्रत्याहारस्य वर्णः वकारः अपि यै प्रत्याहारस्य वर्णः सो यदा तत्र वस् नो चेत् मस् अस्ति अदन्त अङ्गस्य परे वस् मस् प्रत्ययः अस्ति चेत् प्रायशः तत्र तस्य ह्रस्व अकारस्य दीर्घ आदेशः भवति तत्र पाठ्ययोग तत्र यदा तत्र पाठ्ययोग तत्र वः मः इति अस्ति, तत्र अपि पठावः पठामः इति तत्र भवति. सो तत्र आ इति दीर्घादेशः अनेन सूत्रेण एव भवति, अतो दीर्घो ययि. सो ययि इत्यनेन ययादि प्रत्ययः, ययादि इत्युक्ते आदि, यस्य प्रत्ययस्य आदौ यञ् इति वर्णः अस्ति तस्य पूर्वे तत्र अदन्ताङ्गं भवेत्. अदन्ताङ्गं नास्ति चेत् सूत्रं कार्यं न कर्तुं शक्यते. अतो दीर्घो ययि, अतः इत्यनेन अदन्ताङ्गस्य एव दीर्घ आदेशः भवति ययादिप्रत्ययपरे इति सूत्रस्य अर्थः. सो अत्र क्रीडिष्य इति अदन्ताङ्गम् अस्ति, मस् इति ययादिप्रत्ययः अस्ति, अतः दीर्घ आदेशः भवति. सो बहुत्र एतस्य सूत्रस्य बहुत्र कार्यमस्ति. पठामि पठावः, तत्र लट् लकारे अपि आवः आमः इति भवति. तत्र आ इति कुत्र आयाति? पठ इति शप् प्रत्ययस्य आकारः अस्ति. सो शप् प्रत्ययस्य आकारः तेन किं भवति? भुवादिगणे अदन्ताङ्गस्य निष्पत्तिः. सो अदन्ताङ्गं भवति चेत् भव जय पठ वद. सो तत्र यदा तत्र उत्तमपुरुषस्य वस् मस् प्रत्ययः योजयामः तत्र दीर्घ आदेशः भवति. अपि च सिप्तजि सिप्तस्थ मिप् मिपाति मिप् अपि प्रत्ययः. मिप् प्रत्ययः मकारः आदौ अस्ति, मिप् प्रत्ययः. सो पकारस्य इत् अस्ति मि इति प्रत्ययः, तत्र मकारः यञ् आदिवर्णः, अतः तत्रापि पठामि पठावः पठामः इति आवः आमः अनेन सूत्रेण एव भवति. सो वेन् वी आर् मेमरैसिङ्ग् द लट् लकार प्रत्ययः, वी डोण्ट् से वी से मी वः मः, वी डोण्ट् से आमि आवः आमः. अन्ततो गत्वा भवति, परन्तु अनेन सूत्रेण तत्र सर्वत्र उत्तमपुरुषे कार्यमस्ति. यदा तत्र अदन्ताङ्गम् अस्ति तत्र अदन्ताङ्गस्य दीर्घ आदेशः भवति. किमर्थं चेत् उत्तमपुरुषे ये प्रत्ययाः सन्ति ते सर्वे ययादिप्रत्ययाः, मी वः मः, अतः तत्र आमि आवः आमः इति भवति. अवगतं वा भगिनि? इति अङ्गस्य अधिकारे, न तु सन्धिकार्यं. सो यत्र अदन्त अङ्गम् अस्ति तत्र अङ्गमित्युक्ते तत्र प्रत्ययः अपि भवेत्. तत्रैव यत्र प्रत्ययः अस्ति तत्रैव अङ्गसंज्ञा अस्ति. सो अतः अदन्त, वयं किं वदामः, अदन्त अङ्गस्य परे ययादिप्रत्ययः अस्ति चेत् ययादि आदि आदिं वर्णः यै प्रत्याहारस्य वर्णः भवेत्, तदा एव तत्र दीर्घ आदेशः भवति. सो अकारस्वाकारस्य दीर्घ आदेशः दीर्घ आकारः, अतः आमि आवः आवः इति भवति. किम् अस्ति भगिनि, कः प्रश्नः? भगिनी आदेशप्रत्ययोः उक्तवती, आदेशप्रत्ययोः अत्र निमित्तं किमपि अस्ति वा? आम्, इन्को इति सप्तमी अस्ति. आदेशप्रत्ययोः इति सूत्रे इन्को वर्णे परे एव कार्यमस्ति. इण् इति इन् प्रत्याहारस्य वर्णः, अपि च कु इत्यनेन क ख ग गङ कवर्गीयवर्णः. सो प्रत्ययस्य यः प्रत्ययस्य आदिं वर्णः यत्र यत्र सकारः तस्य मूर्धन्य आदेशः भवति. सो आदेशप्रत्ययोः इति सूत्रे आदेशरूपी सकारस्य अपि च प्रत्ययस्य आदिं सकारस्य मूर्धन्य आदेशः भवति. कदा? सर्वदा भवति वा? न, इन्को परे एव भवति. सो इन् प्रत्याहारे अ इ उन्, सो अ इ उन् इति यः सूत्रमस्ति, अ इ उन्, सो तत्र अ इति नास्ति, इन् इ आरभ्य तत्र इन् पर्यन्तम् इत्युक्ते तत्र इन् पर्यन्तम् इत्युक्ते लङ् तत्र लन् पर्यन्तम् अस्ति. अहं चिन्तयामि इत्युक्ते तत्र क कः नकारः मूर्धन्य वा कण्ठ्यनकारः लण्पर्यन्तः एव अस्ति न भगिनि, मूर्धन्यनकारः एव अस्ति. सो इ आरभ्य तत्र लन् पर्यन्तम् इण् इत्यनेन. सो लन् पर्यन्तं तत्र, अतः तत्र हयवरट लन्. सो अन्तस्थाः अपि सन्ति, अपि च अकारं विहाय सर्वाणि सर्वाः स्वराः. सो यदा तत्र रमा इति अस्ति, स अत्र पश्यतु प्रायशः तत्र रमा इति प्रातिपदिकम्. सो सप्तमी विभक्ति तत्र बहुवचने सु इति प्रत्ययः, सु इति प्रत्ययः. सो तत्र सु प्रत्ययः न, अत्र उकारः अनुनासिक नास्ति. सो सु इति प्रत्ययः अस्ति सप्तमी बहुवचने. सो इदानीं प्रत्ययः सकारादि अस्ति. सो अत्र आदेशप्रत्ययो इति सूत्रं कार्यं न कर्तुं शक्यते. किमर्थं चेत् अत्र आकारः अस्ति, आकारः इन्को वर्णः नास्ति. अ इत्युक्ते अकार विहाय, इत्युक्ते अष्टादश अकारं विहाय तत्र अ आ. सो अत्र रमासु एव भवति, रमासु एव भवति. परन्तु यदा तत्र हरि इति प्रातिपदिकम् अस्ति, हरियोगसप्तमी सुप्रत्ययः, तत्र किं भवति, रूपं किम् अस्ति, हरिषु अस्ति, न तु हरिषु अस्ति. प्रत्ययः तु सु, परन्तु षु आदेशः भवति. किमर्थं चेत् इकारः इन्को वर्णः, परन्तु दीर्घाकारः इन्को वर्णः नास्ति. अतः रमासु, सीतासु, बालासु, बालिकासु, परन्तु हरिषु, बालिकेषु, रामेषु, तत्र एकारादेशः अपि भवति. एकारः इन्को वर्णः, अतः तत्र सु इति प्रत्ययस्य षु आदेशः भवति, अतः तत्र षु भवति. मूले तु सु प्रत्ययः, सुऔजस् अमोर्षस् ताभ्यां व्यस् नसिभ्यां व्यस् इति तत्र अन्तिम सुप्रत्ययः अस्ति. सो तत्रापि आदेशप्रत्ययोः इति सूत्रेण एव कार्यम्. सो आदेशप्रत्ययोः इति सूत्रं कदा कार्यं करोति, यदा तत्र पूर्वे इन्को वर्णः अस्ति. सो इन्को वर्णे परे एव न केवलं प्रत्ययस्य सकारस्य षु आदेशः, आदेशरूपी सकारस्य अपि, इत्युक्ते यत्र षष् तत्र धातौ अपि मूर्धन्यषकारस्य सकारादेशः भवति न. तत् सूत्रं किमस्ति, अस्माभिः पठितं न, प्रकृत ये सहशः. हा सहशः. सो यत्र धातौ मूर्धन्यषकारः अस्ति तत्र स आदेशः भवति. सो उपदेश अवस्थायां तत्र ये शोपदेशदातवः सन्ति तेषां तत्र सकारादेशः भवति. सो तादृशसकारः आदेशरूपी सकारः, तस्यापि इन्को वर्णे परे तत्र किं भवति, मूर्धन्य आदेशः भवति. तत्रापि सो न केवलं प्रत्ययस्य सकारस्य मूर्धन्य आदेशः, आदेशरूपी सकारः धातौ यत्र अस्ति तस्य सकारस्य पुनः मूर्धन्य आदेशः भवति इन्को परे. सो इन्को परे कार्यमस्ति. इन् प्रत्याहारस्य वर्णः अपि च कु इति, सो तत्रापि अस्ति. अवगतं वा भगिनि? एकवारम् आदेशप्रत्ययोः इति सूत्रस्य व्याख्या पठतु अत्र अष्टाध्यायी डाट् काम् मध्ये. एक तत्र उदाहरणानि अपि दत्तानि. सो प्रत्ययस्य यः आदेशरूपी यः सकारः धातौ अस्ति, तत्र यदा तत्र परि इति उपसर्गः योजयामः, परि उपसर्ग योजयामः चेत् तत्र इकारः इन्को वर्णः. सो परिष्कारः इति तत्र यः धातौ उपसर्गाः कुत्र आयान्ति, धातव पूर्वे आयान्ति, अतः यदि तत्र कोऽपि शोपदेशधातुवः अस्ति यस्य सः शः इत्यनेन तत्र शकारस्य शः सः इति सूत्रेण शकारस्य स्थाने सकारादेशः भवति, तत्र पुनः तस्य सकारस्य शकारादेशः भवति आदेशप्रत्ययोः. सो आदेशप्रत्ययोः इति सूत्रे न केवलं प्रत्ययोः इति प्रत्ययस्य सकारस्य मूर्धन्य आदेशरूपी सकारस्यापि इन्को वर्णे परे तत्र शकारादेशः भवति इति तत्र यथा तत्र सद्धातुः सद्धातुः तत्र यदा तत्र परि इति योजयामः तत्र पुनः आदेशप्रत्ययोः इत्यनेन परिषद् भवति सकारस्य शकारादेशः भवति. किमर्थं चेत् तत्र यः सकारः सः आदेशरूपी सकारः, मूले सकारः नासीत्, मूले तु शकारः आसीत्. सो आदेशरूपी सकारस्य अपि इन्को वर्णे पूर्वे तत्र मूर्धन्य आदेशः भवति इति आदेशप्रत्ययोः इति सूत्रस्य अर्थः. एकवारं तत् पठतु व्याख्या. इदानीं किमस्ति अस्तु. सो वेर्वेर्वि सो क्रीडिष्यामः. सो प्रायशः लृट् लकारे यदा स्य प्रत्ययः आयाति धातु सेट् अस्ति चेत् तत्र इष्यति इष्यतः इष्यन्ति इति तत्र सिद्धप्रत्ययाः सन्ति. यत्र धातुः अपि सेट् तत्र एव इडागमः भवति. अतः प्रायशः वयं किं वदामः इष्यति इष्यतः इष्यन्ति इष्यसि इष्यथः इष्यथ इष्यावि इष्यामि इष्यावः इष्यामः इति तत्र लृट् लकारस्य सिद्धप्रत्ययाः. यदि धातु सेट् अस्ति तदा एव इष्य इष् इष् इति भवति. सेट् नास्ति चेत् तत्र स्य एव तिष्ठति. अस्तु इति इदानीं तत्र शेषे तद् भिन्नक्रियायाम् इत्युक्ते कोऽपि भिन्नक्रिया अस्ति यत्र क्रियायां क्रिया अर्थायाम् इति तत्र प्रयोजनं तादृशप्रयोजनम् अस्ति. शेषे अपि शेषक्रियायाम् अपि वयं भविष्यत्काले द्योतयितुं लृट् लकारस्य प्रयोगः कर्तुं शक्यते इति तत्र द्वितीयबिन्दुः शेषे इत्युक्तौ. अग्रे का पठति के के अत्र सन्ति स्वयम् अग्रे आगच्छतु. प्रश्नः अस्ति चेत् पृच्छतु. पूर्णिमा भगिनी पठितुमिच्छति वा? भगिनि पठामि भगिनि. पठतु द्वितीयबिन्दु पठतु शेषे. शेषे इत्युक्ते या क्रिया इदानीं न आरब्धा या च क्रियायां क्रियार्थं क्रियार्थायाम् इत्यनेन एकनिमिषं भगिनि उपरि गतम् एकनिमिषम् उपरि गतम् एकनिमिषम् आरब्धः या च क्रियायाम् अयो क्रियायाम् इत्यनेन अपि न निर्दिश्यते तां दर्शयितुं लृट् लकारस्य प्रयोगः भवति. यथा रामः सायं वनं गमिष्यति. युवां कदा कार्यं करिष्यतः. वयं व्याकरणं पठिष्यामः. सर्वे लृट्लकार यत् कार्यम् इदानीं न अभवत् तत् सूचयितुं लृट्लकारः भवति. ज्ञातव्यं क्रियायां क्रियार्थायाम् इति सति सतिसप्तमी अस्ति. क्रियायां क्रियार्थायाम् इति सतिसप्तमी अस्ति. क्रियार्थायां सत्यां क्रियायां लृट् भवति इति अन्वयः. इत्युक्ते यत्र क्रियार्था क्रिया उपस्थिता अस्ति तत्र मुख्यक्रिया मृक्क्रिया लृट् लकारेण दर्श्यते. इत्युक्ते अत्र पश्यतु यत्र यः द्वितीयबिन्दुः अस्ति तत्र यानि उदाहरणानि एकवारं पुनः पठतु उदाहरणानि. रामः वनं गमिष्यति वा? सायं सायं वनं अद्यतन भविष्यत्काल अस्ति. ग्रीन् दृश्यते वा भगिनि? अत्र अस्ति न उदाहरणानि, अत्र वयं व्याकरणं पठिष्यामः, कदा पठिष्यामः इति अत्र न दत्तं, कुत्रचित् मेबि इन् द फ्यूचर् पठिष्यामः. सो अत्र अद्यतन अन् अद्यतन इति किमपि विषयः नास्ति लृट् लकारस्य विषये. किमर्थं सूत्रे किमपि न दत्तम् अद्यतन वा अन् अद्यतन वा, अन् अद्यतन भविष्यत् वा अद्यतन भविष्यत् वा. सो वयं किं वदामः, सामान्यभविष्यत्काले प्रायशः लृट् लकारस्य प्रयोगः भवति. सो यदा तत्र सायं वनं गमिष्यति इति अद्यतन भविष्यत् अस्ति. किं भगिनी न भगिनी अत्र कर्मकरी. सो तथैव यत्र किमपि कालस्य निर्देशः नास्ति, इत्युक्ते मे बि टुडे और् टुमारो और् डे आफ्टर् टुमारो, मे बि अग्रिमे मासे अग्रिमे वर्षे तत्र पठिष्यामः. सो तत्रापि सो सामान्य भविष्यत्कालस्य विषये वयं प्रायशः लृट् लकारस्य प्रयोगः कुर्मः. सो वयं व्याकरणं पठिष्यामः, कदा पठिष्यामः किमपि न दत्तं. युवां कदा कार्यं करिष्यथ, वेन् यु विल् डू द कार्य टुडे आर् टुमारो आर् आफ्टर् वन् इयर् मे बि आफ्टर् टेन् इयर्स् वा. सो तत्रापि लृट् लकारस्य प्रयोजनं. किमर्थं सूत्रे किमपि न लिखितम् अद्यतन वा अन् अद्यतन वा. अतः सामान्यभविष्यत्कालस्य विषये प्रायशः वयं लृट् लकारस्य, सः अद्यतन भवेत् वा अनद्यतन भवेत् अनद्यतन भविष्यत्काल भवेत् तत्र वयं लृट् लकारस्य प्रयोगः कर्तुं शक्यते इति तत्र शेष इत्यनेन. सो यत्र एका एव क्रिया भवति परन्तु सा क्रिया भविष्यत्काले भवति तत्र लृट् लकारस्य प्रयोगः इति तत्र द्वितीयबिन्दुः. सो अस्तु तृतीय आम् तृतीय बिन्दौ तत्र लिखितम् आम् अत्र पठतु एकवारं द्वितीयबिन्दु पठतु भगिनि. अनेन सूत्रेण अद्यतन अनद्यतन भविष्यत्कालार्थं लृट् तृतीयः एव विधीयते. परन्तु अनद्यतने लृट् तृतीयाध्याये तृतीयपादे पञ्चाशत् सारी पञ्चदश पञ्चदश इत्यनेन अनद्यतनभविष्यत्कालार्थं अपवादत्वेन कृट्लकारस्य विधानं कृतम् अस्ति. अतः क्रियार्था क्रिया नास्ति चेत् अनद्यतनभविष्यकालार्थं कृट्लकारः एव प्रयोक्तव्यः, यथा सः श्वः गन्ता. अन्यत्र सर्वत्र लृट् लकारस्य प्रयोगः भवितुम् अर्हति, यथा सः अद्य श्वः वा गमिष्यति अद्य श्वः वा गमिष्यति. इत्युक्ते तत्र एकम् अन्यत् सूत्रम् अस्ति अग्रे 13th अनन्तरं तत्र 15th सूत्रम् अस्ति अन्यद्यतने लुट्. सो अन्यद्यतने लुट् इत्यनेन तत्र अत्रापि भविष्यति. सो लुट् लकारः अपि भविष्यत्कालम् एव तत्र तस्य बोधः एव जायते लुट् लकारेण. सो परन्तु लुट् लकारः केवलं यत्र अन् अध्यतन भविष्यत् अस्ति तत्र एव लुट् लकारस्य प्रयोजनं. सो यः अद्यतन परन्तु यः लृट् अस्ति सः अद्यतन वा अन् अद्यतन वा वयं तत्र प्रयोगः कर्तुं शक्यते. सो वी से देट् सामान्य भविष्यत्काल लकारः लृट् लकारः. परन्तु यत्र साक्षात् कुत्रापि अनद्यतन विषये दत्तम् अस्ति, यथा सः शुभः गन्ता इत्यत्र गन्ता इत्यनेन लुट् लकारस्य प्रत्ययः अन्ते, न तु लृट् लकारस्य. सो तत्र प्रायशः लुट् अपि साधु भवति, लुट् प्रयोगः अपि साधु, परन्तु लृट् लकारः अपि साधु. सः अद्य शुभः वा गमिष्यति इति तत्र इति वदति अत्र. सो प्रायशः लोके वयं किं कुर्मः, यत्र सामान्यभविष्यत्कालस्य विषये वयं सर्वदा तत्र लृट् लकारस्य लृट् एव प्रयोज्यामः. तदेव लिखितम् अत्र सूत्रे. अद्यतन अनद्यतन इति किमपि नास्ति, अतः वयम् अद्यतनविषये अपि लृट् लकारस्य प्रयोगः कर्तुं शक्यते अनद्यतनविषये. परन्तु कुत्र अनद्यतनविषये लुट् अपि प्रयोगः, लुट् लकारस्य प्रयोगः अपि भवति, तत्र विशेषः. सर्वैः अवगतं वा लृट् शेषे च? अस्तु भगिनि, इदानीं सम्यक् अवगतं भगिनि. लुट् द्वयोः अद्यतने वा अनद्यतने वा लुट्, किन्तु अनद्यतने एव लुट्. परन्तु पूर्वे उक्तम् अनद्यतने वयं लृट् लकारस्य अपि प्रयोगः कर्तुं शक्यते. अतः एव वयं सर्वदा लृट् एव उपयोगं, देट् इस् वै वि यूस् लृट् एव सर्वदा लृट् एव. किमर्थं चेत् सरलमस्ति. लृट् लकारस्य प्रत्ययः तत्र तादृश तत्र क्लेशः श्लोकेषु श्लोकेषु एव लृट् उपयोगः. सत्यम्. अस्तु, इदानीम् अग्रिमं सूत्रमस्ति आशीषि लिङ्ग् लोटौ. सो आशीर्लिङ्ग् आशीषि इति यथा मया उक्तम् आशिस् इति सकारान्त् स्त्रीलिङ्गशब्दः ब्लेस्सिङ्ग्. सो अर्थे ब्लेस्सिङ्ग् इति अर्थे तत्र लिङ्ग् अपि च लोट् लकारः. लिङ्ग् लोटौ इति द्वितीयविभक्ति सोरि द्विवचने अस्ति. सो लिङ्ग् अपि च लोट् लकारस्य आशीषि अर्थे अपि तत्र प्रयोगः भवति. सो आशीर्वाद अर्थे इत्युक्ते ब्लेस्सिङ्ग् अर्थे तत्र लिङ्ग् लकारस्य प्रयोगः भवति. अत्र किं विशेषः? अत्र प्रक्रिया भिन्ना इत्युक्ते तत्र आशीर्लिङ्ग् लकारे ये तिवादयाः ते आर्धधातुसंज्ञकाः, अतः तत्र आशीर्लिङ्ग् लकारे कर्तरिषप् इति सूत्रस्य प्रसक्तिः न भवति. किमर्थं चेत् तत्र संज्ञासूत्रं दत्तं. संज्ञासूत्रम् अस्ति लिट् च लिङ्गाशीषि. सो आशीषि लिङ्ग् लकार आशीर्लिङ्ग् विषये यः लिङ्ग् अस्ति तत्र तत्र ये तिवादयाः ते आर्धधातुकसंज्ञकाः. सो विधिलिङ्ग् लकारः सार्वधातुकप्रक्रिया भवति. विधिलिङ्ग्लकारः सार्वधातुकलकारः, परन्तु आशीर्लिङ्ग्लकारः केवलम् आशीर्लिङ्ग् न तु लोट्. सो आशीर्लिङ्ग्लकारः आर्धधातुकसंज्ञकः. किमर्थं चेत् ग्रन्थे शास्त्रे सूत्रमस्ति तिंशत् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशीषि. सो लिङ्गाशीषि इत्यनेन आशीर्लिङ्ग्लकारः आर्धधातुकसंज्ञकः. तत्र ये तिवादयः ते आर्धधातुकसंज्ञकः, अतः अत्र आर्धधातुकप्रक्रिया भवति. सो आशीर्वादार्थे तत्र लिङ्ग्लकारस्य प्रयोगः वयं कर्तुं शक्यते, नो चेत् लोट् लकारस्य. लोट् लकारः तु एकमेव अस्ति, परन्तु लिङ्ग्लकारः लकारद्वयम्, एकमस्ति विधिलिङ्ग् अपि च द्वितीयमस्ति आशीर्लिङ्ग्. किमर्थं लकारद्वयम्? एकस्मिन् लकारे सार्वधातुप्रक्रिया भवति, द्वितीय आशीर्लिङ्ग् लकारे तत्र अर्धधातुप्रक्रिया भवति. लोट् विषये तथा तादृश किमपि नास्ति, अतः लोट् लकारः एकमेव लकारः. सो लोट् लकारस्य प्रयोजनं विधि निमन्त्रणामन्त्रण सम्प्रश्नप्रार्थनेषु अपि च आशिषि अर्थे अपि लोट् लकारस्य प्रयोगः भवति. भिन्न भिन्नरीत्या किमर्थं सूत्रं दत्तं? किमर्थं चेत् आशीर्लिङ्ग् यदि अत्र एव विधि निमन्त्रणामन्त्रण आदिष्टसम्प्रश्नप्रार्थनेषु आशिषि इति आशिषि अर्थेषु इति लिङ्ग्लकारः तत्र एतत् पदमपि अस्मिन् सूत्रे एव लाघवार्थं महर्षि अस्मिन् सूत्रे एव तत्र योजयति चेत् तत्र किञ्चित् क्लेशः भवति. किमर्थं चेत् आशीर्लिङ्ग्लकारे तत्र आर्धधातुकप्रक्रिया अस्ति, तत्र ये तिवादयाः ते आर्धधातुकसंज्ञकाः. अतः तत्र भिन्नप्रक्रिया अस्ति, अतः भिन्नरीत्या महर्षिणा दत्तम्। आशिष अर्थः अत्रापि विषये एव अस्ति, अत्र कोऽपि कालस्य बोधः न जायते, लिङ्लकारे लोट् लकारे तत्र कोऽपि कालस्य बोधः न जायते, केवलम् एतेषु अर्थेषु एतेषु विषयेषु वयं तत्र लिङ्ग् नो चेत् लोट् लकारस्य प्रयोगः कर्तुं शक्यते इति। तत्र आशिषि लिङ्ग् लोटौ, सो ब्लेस्सिङ्ग् अर्थे यत्र वयं किञ्चित् तत्र आशीर्वाद् दातुम् इच्छामः चेत् तत्र लिङ्ग्लकारस्य आशीर्लिङ्ग्लकारस्य प्रयोगः कर्तुं शक्यते। सो अत्र तिवादयस्य यः सिद्धिः अस्ति सः भिन्नरीत्या भवति, समानसिद्धप्रत्ययाः न सन्ति। सो विधिलिङ्ग्लकारे भिन्नप्रत्ययाः, आशीर्लिङ्ग्लकारे भिन्नप्रत्ययाः, परन्तु लोट् विषये तु तत्र एकमेव, सः विधि अर्थे अस्ति वा प्रार्थनार्थे लोट् लकारः अस्ति वा आशिष लिङ्ग्लकारे लोट् लकारः, तत्र एकमेव लोट् लकारः, तत्र समानरूपाणि सन्ति। अवगतं वा सर्वैः? इदानीं लुङ् लुङ् पश्यामः किमस्ति तत्र। C210 सो भूते इति अर्थे अस्ति। सो प्रथमे लकारेषु अत्र पश्यतु 32 द्वितीयपादे भूतकालस्य लकाराः तत्र सन्ति, भविष्यत्कालः तृतीयपादे 333 आरभ्य। सो प्रथमे तत्र भूतविषये लकार भूते इति अधिकारे तत्र भूतलकार भूतकालस्य विषये ये प्रत्ययाः धातोः अनन्तरं विधीयन्ते तेषां तत्र सूत्राणि सन्ति, तेषां विषये सूत्राणि सन्ति, अपि च तत्र 110 तस्य अनन्तरं तत्र वर्तमानकाल वर्तमानः 123 तत्रापि द्वितीयपादे एव वर्तमान वर्तमाने इति अधिकारे वर्तमानकालस्य विषये यानि सूत्राणि तत्र धातोः विधीयन्ते, यानि ये प्रत्ययाः धातोः विधीयन्ते ते द्वितीयपादे एव, अन्ते भविष्यत्कालस्य विषये। सो लुङ् इति इदानीं पठामः, लुङ् इति यः अस्ति तत्रापि भूते धातोः अपि च प्रत्ययः परश्च। अत्रापि अत्रापि अद्यतन अन अद्यतम् इति तत्र किमपि नास्ति लुङ्लकारे। सो सामान्य भूतकालः लुङ्लकारः एव, वि यूज़् लङ्लकारः, परन्तु लङ्लकारः सामान्यभूतकाल नास्ति, सामान्यभूतकालविषये तु लुङ्लकारस्य प्रयोगः भवेत्, बट् लोके वयं किं कुर्मः, वि यूज़् लङ्लकारः, बट् व्याकरणरीत्या तु सामान्यभूतकाल द्योतयितुं लुङ्लकारस्य प्रयोगः भवति, इत्युक्ते अत्र किमपि नास्ति अद्यतन वा परोक्ष वा अपरोक्ष वा अनद्यतन वा किमपि नास्ति। सो सामान्यभूतकाल लुङ्लकारः, लङ्लकारः अन् अध्यतने लङ् इति अस्ति, यः अद्यतन भूतकाल इत्युक्ते इन् द इवनिङ्ग् इफ् ऐ से एनिथिङ्ग् रिलेटेड् टु द मार्निङ्ग् देट् हेस् आलरेडि हेपण्ड्, भूतकाल भूतकालम् अस्ति, परन्तु तत्र प्रायशः लङ्लकारस्य प्रयोगः असाधु प्रयोगः, तत्र तु किमर्थं चेत् अत्र वदति अन् अध्यतने लङ्, यः अद्यतन भूत् नास्ति तत्र एव लङ्लकारस्य, यः शिवः अभवत् ह्यः सोरि ह्यः अभवत् आर् ह्यः मासे अभवत् ह्यः सप्ताहे अभवत् तत्र लङ्लकारस्य प्रयोगः कर्तुं शक्यते, परन्तु यः लुङ्लकारः तत्र किमपि न दत्तम्, अनद्यतन वा अद्यतन वा परोक्ष वा अपरोक्ष वा दृष्टं वा न दृष्टं वा इति किमपि नास्ति, अतः सामान्यभूत् अस्ति लुङ्लकारः, स असामान्यभूतकाल लुङ्लकारः. परन्तु इदानीं तत्र वि से देट् प्रयोगश वैयाकरणाः प्रयोगशरणाः. सो नव डेस् फार् ईज़ी यूसेज् वि यूस् लङ्लकारः, बट् एस् पर् द व्याकरण शास्त्र देट् इस् नाट्. सो वेर् एवर् यु सी द टैम् मेन्शन्ड् फार् द भूत्काल, इफ् इट् इस् अद्यतन् देन् यु केनाट् यूस् लङ्लकारः, इफ् इट् इस् अन् अद्यतन् देन् यु केन् यूस् लङ्लकारः. सो व्याकरणरीत्या तथा अस्माभिः न करणीयं. किमर्थं चेत् लङ्लकारः अन् अध्यतने भूते एव लङ्लकारस्य प्रयोगः, सामान्यतो लुङ्गेव अस्ति. सो अत्र किमपि नास्ति. का पठति? मञ्जरी भगिनी पठति वा? भगिनी इदानीं तु समयः अभवत्. एतत् सूत्रं पठित्वा तत्र समापयामः. अस्ति वा मञ्जरी भगिनी? अस्ति वा? आम् अस्मि, आम् अस्मि. ध्वनिः श्रूयते न? आम् श्रूयते भगिनी. भूतकालं द्योतयितुं धातोः परः अद्युत्तात्तः लुङ् प्रत्ययः भवति. अनेन सूत्रेण लुङ्लकारः विधीयते. भूतकालं द्योतयितुं धातोः परः लुङ्लकारः भवति. यथा सः चित्रम् आद्राक्षित् अद्राक्षित् यूयं गीताम् अपाठिष्ट वृक्षाणि एधिष्यत. अहं ग्रामं न अगमम्. त्वं किम् अकार्षि? अकार्षीः ज्ञातव्यं परोक्ष अनद्यतनभूतकालं दर्शयितुं परोक्षे लिट् 3.2.115 इत्यतेन लिट् लकारः विधीयते. यथा रामः वनं जगाम, तथा यत्र अनद्यतनभूतकालः स्पष्टरूपेण निर्दिष्टः अस्ति तत्र अनद्यतने लङ् 3.2.111 इत्यतेन लङ् लकारस्य प्रयोगः विधीयते. यथा सः रुः ग्रामम् अगच्छत्. एते द्वे अवस्थे विहाय अन्यत्र सर्वत्र भूतकालं दर्शयितुम् अनेन सूत्रेण लुङ् लकारः विधीयते. इत्युक्ते प्रथमे अत्र यदा तत्र हलादिधातुः अस्ति तत्र अट् आगमः भवति. सूत्रमस्ति लुङ् लङ् लृङ्षु अट् उदातः. सो लुङ् लङ् लृङ् लुङ् लङ् लृङ् एतेषु लकारेषु तत्र धातौ अट् आगमः भवति. सो अपठत् इति अस्ति, अत्रापि अद्राक्षीत्, अपाठिषट्, एदिष्ट, अगमम्, अकार्षी. किमर्थं चेत् अत्र लुङ्लकारे अपि यथा लङ्लकारे अटागमः भवति तथैव लुङ्लकारे अपि अटागमः भवति. सो अटागमः टित् अस्ति, अतः अटागमः धातौ आगमः, अतः धातौ आदौ आयाति. अपठत्, अद्राक्षीत् इति तत्र अत्रापि अटागमः भवति इति तत्र प्रथमबिन्दु. अपि च अस्मिन् सूत्रे अनेन सूत्रेण लुङ् इति सूत्रेण तत्र धातौ लुङ्लकारस्य विधिः अस्ति. एतत् विधिसूत्रमस्ति. सो धातौ लुङ्लकारः इति यः विधीयते, अत्र भूते इति अधिकारः अस्ति. सो भूत्काल द्योतयितुं लुङ्लकारस्य प्रयोगः अस्ति इति सूत्रं वदति. परन्तु अस्मिन् सूत्रे तत्र किमपि न उक्तं. सः भूत् कीदृशभूत्काल भवेत्, अद्यतनभूत् वा अनद्यतनभूत् वा, परोक्ष वा अपरोक्ष वा, यः वक्ता वदति भूत्कालविषये तेन तत् दृश्यं दृष्टं वा न दृष्टं वा इति किमपि नास्ति. सो वी से देट् सामान्यभूतकाल इत्युक्ते लुङ्लकारः. किमर्थं चेत् तत्र एतत् 110 सूत्रम् अग्रे वदति परोक्षे लिट्. सो यः अस्माभिः न दृष्टम् अपि च तस्मिन् सूत्रे अनद्यतन् इत्युक्ते 111 अनन्तरं 115 पूर्वसूत्रात् अनद्यतने इत्यस्य अनुवृत्तिः अपि अस्ति. परोक्षे लिट् इति सूत्रे न केवलं परोक्षः इति पदमस्ति, अनद्यतन् अपि अस्ति. सो अनद्यतन् परोक्ष अनद्यतन् तादृशभूतकाल अस्ति चेत् तत्र लिट् लकारस्य प्रयोगः. यः अस्माभिः यः वक्ता अस्ति तेन न दृष्टम् अपि च यः अद्यतन् नास्ति इत्युक्ते तत्र तस्मिन् सूत्रे वयं पठितवन्तः तत्र परोक्षे लिट् इत्यनेन यदि कोऽपि तत्र ह्यः तत्र किमपि अभवत् परन्तु मया न दृष्टम्. सो मम कृते तु तत् परोक्षः एव अस्ति, भूत् अस्ति, अनद्यतन् अस्ति. सो न केवलं प्रायशः वाट् वी से लिट् लकार इस् यूस्ड् फार् वाट् हेस् हेपन्ड् इन् द एक्स्ट्रीम् पास्ट्, तथा नास्ति. शास्त्र आधारेण यदि something happens, yes, had happened yesterday and it is not seen by me, for me whatever has happened yesterday, that is a paroksha karyam. So tatra api lit lakarasya prayogah sadhu prayogah ev na tu extreme past vishaye ev bhavati. So iti tatra manasi bhavet. Yaha यत्किमपि अद्यतन् न अभवत्, ह्यः अभवत्, आर् परह्यः अभवत्, अपि च मया न दृष्टम्, मम कृते तु तत् परोक्ष अनद्यतन् भूत् एव अस्ति. सो अनद्यतन् परोक्षविषये तत्र लिट् लकारस्य प्रयोगः साधुप्रयोगः. लङ् लकारस्य विषये तत् दृष्टं वा न दृष्टं तत् आवश्यकं नास्ति, परन्तु लिट् लकारस्य विषये सः परोक्षः अपि भवेत्. यदि समथिङ्ग् हेपण्ड् सम् 10 इयर्स् बिफोर् एण्ड् ऐ हेव् सीन् देट्, तत्र लिट् लकारस्य प्रयोगः न भवितुं शक्नोति. किमर्थं चेत् सः परोक्ष नास्ति, सः प्रत्यक्ष अस्ति. मया प्रत्यक्षं तत् दृष्टं, परन्तु मे बि 20 इयर्स् बिफोर् अभवत्, परन्तु परोक्षः नास्ति. सो लिट् लकारविषये सः अनद्यतन् अपि भवेत्, परोक्ष अपि भवेत्, तदा एव लिट् लकारः. परन्तु यः अनद्यतन् अस्ति अपि च परोक्ष अस्ति वा अपरोक्ष प्रत्यक्ष अस्ति, तत्र लङ् लकारस्य प्रयोगः. सो यत्र पायिण्ट् आफ् टैम् दत्तं, यत्र अद्यतनभूत अस्ति, तत्र वयं लङ्लकारस्य प्रयोगः न कर्तुं शक्यते. यत्र अनद्यतन अस्ति तत्र एव लङ्लकारस्य प्रयोगः. अत्र तु लिखितं यत्र विशिष्टरूपेण अनद्यतन दत्तं तत्र एव लङ्लकारस्य, अन्यथा तु सामान्यलकारः तु लुङ्लकारः. परन्तु इत्युक्ते प्रकृतौ वयं किं कुर्मः, प्रेसेण्ट्लि वी डू वी यूस् लङ् लकारः, सर्वत्र लङ् लकारस्य प्रयोगः एव अस्माभिः तत्र भवति भूयते. अतः सो एस् पर् द शास्त्र, शास्त्ररीत्या तु सामान्य भूतकाल लुङ् लकारः, लङ् लकारः तु केवलम् अनद्यतन् परोक्ष वा प्रत्यक्ष वा तत्र लङ् लकारस्य प्रयोगः. इट् इस् नाट् देट् वे राङ्ग् वट् वी आर् डूयिङ्ग् प्रेसेण्ट्लि, बट् वी शुड् नो द तत्र यः सूक्ष्मभेदः वर्तते तत् अस्माभिः ज्ञातव्यं तत्र लङ् लुङ् अपि च लिट् लकारस्य विषये. इति तत्र भूतकालस्य विषये लकारत्रयं लङ् लिट् अपि च लुङ्. अस्तु इदानीं तु समयः अभवत् अत्र सः रः ग्रामम् अगच्छत् यः भवेत् यकारः भवेत् अत्र टङ्कन्दोषः अस्ति प्रायशः ह्यः इत्युक्ते अत्र ह्यः इत्युक्ते यस्टर्डे अस्तु धन्यवादः सो यः अन्तिमसूत्रम् अस्ति तस्य विषये अग्रिमकक्षायां पठामः कोऽपि प्रश्नः अस्ति वा एतावता नास्ति चेत् अत्र स्थगामः जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय अस्ति वा महोदय अस्ति अस्ति अस्मि अस्मि अस्मि ॐ पूर्णमः पूर्णमिदं पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः नमस्ते महोदय धन्यवादः धन्यवादः नमस्कारः धन्यवादः महोदय नमस्कारः भगिनी धन्यवादः धन्यवादाः महोदय